नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुक प्रकरणम् इत्यत्र तव्य तुमुन् तृच् इति प्रत्ययत्रयस्य विषये अस्मिन् पाठे वयं द्रक्ष्यामः। तत्र पञ्च उपाङ्गानि इति आरम्भणीयम् अस्मिन् सप्ताहे। तस्मात् पूर्वं किञ्चित् वयं पुनस्मरणं कुर्मः। तव्य तुमुन् तृच् इति तकारादि आर्धधातुककृत् प्रत्ययः। एते त्रयः प्रत्ययः आर्धधातुकः कृत् अपि तकारादिः कृद तिङ् इति सूत्रेण तिङ् वर्जिताः कृत्संज्ञकाः एते त्रयः। अनन्तरं यदा वयं लुट् प्रक्रिया ज्ञातवन्तः पूर्वं, तत्र प्रक्रियासाम्यम् अस्ति तव्यत्तुमुन् तृच् अनन्तरं लुट् लकारयोः, अतः एव तत्र अग्रिमपाठः एषः इति योजितः। तत्र प्रथमं सूत्रं यद् तृच् तव्यत्तुमुन् विधानार्थं विधिसूत्राणि इत्यत्र प्रथमसूत्रम् आसीत् नुवुल् तृचौ इति। अनेन सर्वेभ्यः धातुभ्यः नुवुल् तृच् विहितौ, धातोः नुवुल् तृचौ प्रत्ययौ परौ इति तत्र अनुवृत्तिसहितसूत्रम् आसीत्। अग्रिममासीत् तुमुन् इति प्रत्ययः। नुवुल् तृचौ इत्यस्य उदाहरणं तु कृयोगः तृच्, तत्र कर्तृयोगः सु कर्ता पठिता तादृशम् उदाहरणं कर्त्रार्थे इति उक्तं तृच् प्रत्ययः। तुमुन् प्रत्ययस्य विधिसूत्राणि, तत्र तुमुन् नुवुलौ क्रियायां क्रियार्थायाम्, एतदेव वयं बहुवारं चर्चितवन्तः अपि। 3310 तुमुन् नुवुलौ क्रियायां क्रियार्थायाम्, एकस्याः क्रियायाः साधनार्थम् अपरस्याम् क्रियायाम् उपपदे सति भविष्यदर्थे प्रथमायाः क्रियायाः धातुतः नुवुल् तुमुन् प्रत्ययौ भवतः। अतः तत्र पठितुं गच्छति इत्यत्र गच्छति इति क्रियार्था क्रिया इति अपि वयं चर्चितवन्तः खलु। तत्र उपपदं सप्तमीस्तम् इति सूत्रेण 3192 इत्यनेन क्रियायां क्रियार्थायाम् इत्यस्य उपपदसप्तमी विभक्तौ स्तः इति। पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते, पठनम् इति प्रयोजनं नाम लक्ष्यं, गमनम् इति साधनम्, अतः पठनमिति क्रियायाः कृते गमनम् इति क्रिया वर्तते इति कृत्वा गमनक्रिया अस्ति क्रियार्था क्रिया, पठितुं गच्छति इत्यत्र। अतः गमनक्रियायाः उपपदसंज्ञा भवति। केन सूत्रेण इत्युक्ते तत्र उपपदं सप्तमीस्तम् इत्यनेन क्रियायां क्रियार्थायाम् इत्यस्य उपपदसप्तमी विभक्तौ स्तः। अनन्तरम् अनेन तुमुन्नुवुलौ क्रियायां क्रियार्थायाम् इति विधिसूत्रेण एकस्यायाः धातोः तुमुन्नुवुलौ प्रत्ययौ परश्च भविष्यति, भविष्यदर्थे भवति क्रियार्थायां क्रियायाम्। एतत् स्पष्टमस्ति खलु? 3310 अतः तत्र नमस्ते। अतः तत्र उपपदं सप्तमीस्तम् इति अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमी विभक्त्याम् अस्ति तेन निर्दिष्टं पदम् उपपदसंज्ञकं भवति। कस्मिन् अधिकारे इत्युक्ते धातोः इति अधिकारे 3191 तत्र उपपदं सप्तमीस्तम् इति 3192 अग्रिमसूत्रमस्ति। धातोः इत्यस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमी विभक्त्याम् अस्ति तेन निर्दिष्टं पदम् उपपदसंज्ञकं भवति इति अत्र सूत्रस्य अर्थः। अतः तुमुन्नुवुलौ क्रियायां क्रियार्थायाम् अनन्तरं तत्र उपपदं सप्तमीस्तं भविष्यदर्थे, तदपि वक्तव्यं खलु, भविष्यदर्थे तत्र नुवुल् तुमुन्नुवुलौ भवति. अनन्तरं कृण्मे जन्तः इति सूत्रम् 1139 कृत्संज्ञकप्रत्ययः यः मान्तः एजन्तः तदन्तशब्दः अव्ययसंज्ञकः. इदानीम् अस्माकं तुमुन् प्रत्ययः अव्ययसंज्ञा कथं प्राप्नोति इत्युक्ते कृण्मे जन्तः इति सूत्रेण यः मान्तः एजन्तः तदन्तशब्दः अव्ययसंज्ञा प्राप्नोति. अतः तत्र कृण्मे जन्तः इति सूत्रम् तद् दृष्टवन्तः. अनन्तरं समानकर्तृकेषु तुमुन् एतदपि वयं चर्चितवन्तः. 33158 इति सूत्रसङ्ख्या. तत्र समानकर्तृकेषु तुमुन् इति तत्र येषां कर्ता समानः तादृश इच्छार्थकधातूनाम् उपस्थितौ तत्र उपपदसंज्ञा तेषाम् उपपदसंज्ञायां सत्यां धातोः तुमुन् प्रत्ययः भवति. अत्र एतद् कथं भिन्नम् इत्यपि चर्चितवन्तः पूर्वस्मात् सूत्रात्. अत्र समानकर्तृकेषु भवेत् तदा एव तुमुन् भवति, तत्र इच्छार्थकधातुः भवेत्. तत्र किमर्थं पूर्वस्मिन् सूत्रे तादृशं न उक्तं तत्तु अवगन्तुं शक्यते, परन्तु अस्मिन् सूत्रे इच्छा अस्ति इति कारणेन, इच्छार्थकधातुः अस्ति इति कारणेन तत्र देवदत्तः इच्छति वक्तुम् इति वाक्ये तत्र देवदत्तः एव समानकर्ता भवेत् इति कारणेन अतः तत्र सूत्रे उक्तं समानकर्तृकेषु तुमुन् इति. अथवा तत्र देवदत्तः इच्छति यत् अन्यः कोऽपि खादेत् इति, तादृशविवक्षा नास्ति खलु. अतः अत्र सूत्रे समानकर्तृकेषु तुमुन् इति उक्तं. तद्दृष्टम्. अनन्तरं किम्? अनन्तरं तद् दीर्घसूत्रमासीत् खलु 3465 शकदृश अस्ति इति येषु अर्थेषु उपपदेषु धातोः तुमुन् भवति. अतः तत्र दातवः उल्लिखिताः तेषां परिगणितदातवः तत्र उपपदेषु धातोः तुमुन् भवति इति अर्थः. धातोः तुमुन् प्रत्ययः परश्च शक धृष ण्या ग्ला घट रभ लभ क्रम सः अर्ह अस्ति अर्थेषु. शक्नोति भोक्तुं, दृष्णाति भोक्तुं, खादनार्थं प्रवीणः इति उदाहरणानि अपि अत्र प्रदर्शितानि. अनन्तरं पर्याप्तिवचनेषु अलमर्थेषु एतद् गतपाठे दृष्टवन्तः 6466 पूर्वतम 6465 आसीत् अग्रिमसूत्रमेव. पर्याप्तिवचनेषु अलमर्थेषु तत्र सामर्थ्यवाचकेषु परिपूर्णतावाचकेषु उपपदसंज्ञकेषु शब्देषु धातोः सुमुन् स्यात् इति. तत्र सामर्थ्यवाचकः भवेत् परिपूर्णतावाचकः भवेत् तादृश उपपदसंज्ञक शब्देषु धातोः तुमुन् प्रत्ययः भवति. तत्र काशिकायाम् उक्तमासीत् पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति इति. अतः तत्र पर्याप्तिवचनेषु इति तत्र उपपदं सप्तमी स्तम् इत्यनेन तस्य सप्तमी विभक्तिः अस्ति इति कारणेन उपपदसंज्ञा भवति. तादृशेषु सन्दर्भेषु सत्यां तत्र इत्यस्य सति सप्तमी उक्तं खलु. अतः तत्र धातोः तुमुन् प्रत्ययः परश्च पर्याप्तिवचनेषु अलमर्थेषु भवति. तत्र उदाहरणमासीत् पर्याप्तः भोक्तुं, प्रवीणः भोक्तुं, कुशलः भोक्तुं. पर्याप्तिवचनेषु अलमर्थेषु इति उक्तत्वात् अर्थः अपि गृहीतः. पटुः भोक्तुम् अनेन कर्तुः सामर्थ्यम् उच्यते, सामर्थ्यार्थे तत्र तुमुन् भवति. अग्रिममासीत् कालसमय वेलासु तुमुन् 33167 इति. इदानीं 63 4 इत्यस्मात् 33 पूर्वं गतवन्तः. कालसमयवेलासु तुमुन् कालसमयवेला इति कालवार् कालार्थवाचकेषु उपपदेषु धातोः तुमुन् भवति. अतः भिन्नभिन्नार्थेषु धातोः तुमुन् प्रत्ययः परश्च कालसमयवेलासु. अत्र उदाहरणं किं, कालो भोक्तुं, पर्फेक्ट् टैम् टु ईट् इति चर्चितवन्तः खलु. समयः भोक्तुं, वेला भोक्तुम्, उचितसमयः आगतः खादनार्थम् इति अर्थः. अपरेषु समानार्थकेषु पदेषु अपि भवति, अनेः भोक्तुं, तत्रापि कालः एव चर्चितः इति. अनन्तरं तव्यत् प्रत्ययः, एतद् तुमुन् अभवत्. अनन्तरं तव्यत् प्रत्ययस्य विधिसूत्राणि, तव्यत तव्यतव्य अनीयरः 3196 प्रथमपाद प्रति गतवन्तः. तत्र तव्यतव्य अनीयरः, तव्यत् तव्य इति प्रत्ययद्वयम्, अनन्तरम् अनीयर् इति, अतः प्रत्ययत्रयम् उक्तम् अत्र. धातुतः तव्यतव्य अनीयर् प्रत्ययः भवन्ति इति अत्र उदाहरणम् उक्तं वा न. कर्तरी कृत् इति 3-4 पुनः 3-4 आगतं 67. कर्तरी कृत् इत्यनेन कृत् प्रत्ययः कर्त्र अर्थे भवति इति तत्र सामान्यसूत्रं. सामान्यतया औत्सर्गिकसूत्रम्, अनेन सामान्यतया कृत् प्रत्ययः कर्त्र अर्थे भवन्ति. तस्य बाधकसूत्रं किम् इत्युक्ते, तयोरेव कृत् कृत्य कलार्थाः इति 3-4-70 अग्रिम न तु अग्रिमं, तत्तु 67 खलु, एतत्तु 70. तयोरेव कृत् क्षम्यतां, कृत्य त कलार्थाः इति सूत्रं. कृत्य त कलार्थ इति प्रत्ययत्रयं, कलार्था न कलार्थ, कलर्था इति प्रत्ययत्रयं भावार्थे कर्मार्थे भवन्ति. अतः कर्तरीकृत् इत्यनेन कर्तृर्थे, तयोरेव कृत्य त कलर्ताः इति सूत्रेण भावार्थे कर्मार्थे प्रत्ययः, एते त्रयः प्रत्ययः भवति इति. तयोः इत्युक्ते किम् इति अपि चर्चितं, पूर्वस्मात् सूत्रात् लः कर्मणि च भावे च अकर्मकेभ्यः इति, अस्मात् कर्मणि भावे इति अर्थः आगच्छति इति. तदेव अन्तः तत्र तव्यत् तयो तद अभवत्. अनन्तरं कृत्याः 3195 नूल् तृचौ इत्यस्मात् पूर्वं यावन्तः प्रत्ययाः उक्ताः ते सर्वे कृत्यसंज्ञकाः, कृत्य इति प्रत्ययः, कृत्यसंज्ञकाः इति तत्र उक्तं. तव्यं च तव्यत् तव्य अनियर् केलिमर् यत् ण्यत् क्यप् इति सप्तप्रत्ययाः, केन सूत्रेण इत्युक्ते कृत्याः इति सूत्रेण. समीचीनमेव खलु, संज्ञासूत्रम् अधिकारसूत्रम्. भगिनी प्रश्नः अस्ति वा? भगिनि अहं पूर्वं श्रुतवती तयोरेव कृत्यक्तकलर्थाः कर्तरी कृत् काल पूर्वकक्षायाम् अहं न आसम्. पर्याप्तः भोक्तुं, प्रवीणः भोक्तुम् अर्थः किं भगिनि? समयः भोक्तुम् अवगतवती, पर्याप्तः भोक्तुं, प्रवीणः भोक्तुं, कुशलः, सामर्थ्यवाचकः, फिट् टु ईट्, सामर्थ्यम् ओके, सामर्थ्यं तस्य साधने सः कुशलः, प्रवीणः, पर्याप्तः. आगच्छति खलु महोदय अलम्? आम् अलं, परन्तु तद् अलम् इत्यस्य यदा पूर्वं वयं आरम्भपाठे दृष्टवन्तः खलु, तादृश अर्थः नास्ति. मा खादतु इत्यस्मिन् अर्थे नास्ति. अलं शब्देन इति वदामः खलु, तादृश अर्थः नास्ति. अत्र तु पर्याप्तार्थः अथवा सामर्थ्यार्थः इत्येव उक्तम्. शिशुः वा अथवा like a person who wasn't feeling well and then now he's fit to eat or something like that. Paryaptah bhoktum praveenah bhoktum capability ability fullness iti uktam atra astu astu so ekanaksham शक्यमेव कर्तुं वित् द सेन्स् आफ् अलं द प्रसेन्स् सूत्रा विल् अप्लै एस् शक्यमेव कर्तुं हि विल् बि एबल् टु डू इट् इति अर्थः केपबिलिटि एबिलिटि फुल्नेस् इति अर्थे एव न तु मा इति मा करोतु इति अस्मिन् अर्थे अलम् अस्मिन् प्रसङ्गे न आगच्छति धन्यवादः भगिनि सो अतः कृत्याः अभवत् खलु अनन्तरम् अर्हे कृत्य त्रिचश्च 33139 इति तत्र अर्हे कृत्य त्रिचश्च इति सूत्रे अर्ह नाम पुनः अत्रापि योग्यकर्तृवाचकार्थे कृत्यप्रत्ययः कृत्प्रत्ययः च विधिलिङ्लकारः अत्र एव खलु अत्र त्रयः प्रसङ्गः एकमस्ति तु एकः त्रिच् प्रत्ययः द्वितीयमस्ति कृत्यप्रत्ययः अनन्तरं विधिलिङ्गकारः भवति धातोः कृत्य त्रिचश्च प्रत्ययाः परश्च अर्हे अर्ह इति योग्यकर्तृवाचकार्थे अत्र उदाहरणं किं निदर्शने भवता खलु कन्या ओढव्या वाह्या वहनीया तत् दृष्टवन्तः खलु शीस् एलिजिबल् टु मेरियर् किमपि अर्हे एकक्षम् अर्हे कृत्यं त्रिचश्च फिट् टु मेरि द गर्ल् इति युवर् आनर् इस् फिट् टु मेरि द गर्ल् इति कृत्याश्च इति अग्रिमसूत्रं 33171 अतः तद् क्रमेण नास्ति इतस्ततः एव अस्ति कृत्याश्च इति सूत्रम् आवश्यकः च आधर्मण्यः ऋणविशिष्टः इत्येतादृशे वाच्यार्थे धातुमात्रात् कृत्संज्ञकप्रत्ययः अपि भवति आवश्यकम् इत्यस्मिन् अर्थे आवश्यकः अनन्तरं आधमर्ण्यः ऋणविशिष्टः अस्तु तत्र किम् उदाहरणमासीत् आवश्यकार्थे भवता खलु अवश्यं कटः कर्तव्यः करणीयः कार्यः अवश्यं हरिः सेव्यः इति तत्र कृत्याश्च खलु कृत् त्याश्च इति यु आट् टु पे 100 यु आट् टु मेक् द मेट् इति नेसेसिटि और् आब्लिगेशन् इति अर्थे भवति कृत्याश्च इति सूत्रम् पञ्च उपाङ्गानि इदानीं तदेव द्रष्टव्यं गतपाठस्य कापि पेस्ट् एव अस्ति एतद् परन्तु वयम् एकवारं पठामः महोदय आरम्भं करोति वा समानमेव अस्ति अत्र कुतः भगिनि तद् पञ्च उपाङ्गानि यदा आराधकप्रत्ययः श्रूयते खलु बहु मन्दं श्रूयते महोदय एकनिमिष इदानीं किञ्चित् सम्यक् अस्ति नास्ति वा समय सम्यक् नास्ति वा इदानीं बहु दूरतः वदन् अस्ति तादृशम् इदानीं श्रूयते हा इदानीं सम्यक् अस्ति हा इदानीं सम्यक् वदतु मां यदा आर्धातुकप्रत्ययः धातुभ्यः विधीयते तदा अङ्गकार्यात् प्राक् पञ्च उपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति इमानि पञ्च उपाङ्गानि सन्ति प्रत्यादेशः दात्वादेशः इडागमः अतिदेशः द्वित्वम् अभ्यासकार्यञ्च प्रवर्तमानपाठे तव्यत् तुमन् तृच् इत्येते त्रयः अपि आर्धात्मकसंज्ञकाः अतः उपर्युक्तानि पञ्च उपाङ्गानि चिन्तनीयानि येषु त्रिषु प्रत्यादेशः न भवति न वा द्वित्वं येषु त्रिषु प्रत्यादेशः न भवति न वा द्वित्वम् अभ्यासकार्यम् अतः अवशिष्यते त्रीणि उपाङ्गकार्याणि धात्वादेशः इडागमः अतिदेशः च इति तर्हि तत्र पञ्च उपाङ्गानि एतन्ति तत्र प्रत्यादेशः न भवति द्वित्वभ्यासकार्यं नास्ति तर्हि तत्र अवशिष्टः त्रयः त्रीणि उपाङ्गानि सन्ति धात्वादेशः इडागमः अतिदेशः धात्वादेशः वयं जानीमः अस्ते भूः इति या अस् धातोः भू आदेशः भवति तर्हि अस् इतव्यत् भू योगतव्यत् अनन्तरं तत्र इडागमः भू इति उकारान्त अस्ति इडियोग्य अस्ति तर्हि इतव्य भो भवितव्यं भवितुं तथैव तत्रापि भवितुं यचोयवयवः इति भवितुं अपि च तृच् भविता इति भवति अस्ते भू इति वयं जानीमः अस्तेः भू आर्धात्कप्रत्यय आर्धात्कप्रत्यये परे अस् धातोः भू आदेशः भवति तथैव ब्रू धातोः वच् आदेशः भवति ब्रुवो वचि इति तत्र ब्रू योग तव्यत् तत्र तदा वच् योग तव्यत् वच् धातुः अनिट् अस्ति अतः जोः कुः जलि वक्तव्यं वक्तुं वक्त सर्वत्र उत्तमं चक्षिङ्काय चक्षिङ् धातुः तत्रापि चक्षिङ्ख्याय इति ख्याय इति आदेशः तत्र ख्याय अपि क्याश् इति द्वयमपि भवति इति वयं पूर्वं दृष्टवन्तः अतः चक्षिङ् योग तव्यत् ख्या योग तव्यत् आकारान्त अस्ति अनिट् अस्ति अतः ख्यातव्यं क्षातव्यम् इति भवति ख्यातुं क्षातुम् इति ख्याता क्षाता इति तत्र प्रत्य धात्वादेशद्वयमस्ति ख्याय् अथवा ख्या ख्या इति अग्रे अज् धातुः अजेः वि अघञ् अपोः इति सूत्रेण अज् धातुः वि आदेशः भवति तर्हि तत्र अज् योग तव्यत् वि योग तव्यत् तत्र गुणः वेतव्यं तथैव वेतुं वेता इति अग्रे वलादि आर्धातुके वायुष्यते इति आसीत् इति अस्ति वलादि आर्धातुके वायुष्यति इति वाक्येन वलादि इदनुकूल आर्धातुकप्रत्यय अपरा अस्ति चेत् अयं धात्वादेशविकल्पेन भवति हा अस्तु एकमस्ति अत्र अजेः वि घञ् अपोः इति आसीत् तत्र वार्तिकमस्ति वलादौ आर्धातुके विकल्पेन भवति तर्हि यथा तत्र प्रवेतव्यं तत् यथा प्रवेतव्यं प्राजितव्यं तत्र वि आदेशः भवति प्रवेतव्यं प्रयोग अज् धातुः अजितव्य अज् धातुः चेट् अस्ति अतः अजितव्यं प्रवेतुं प्राजितुं प्रवेत प्राजित इति सर्वत्र अज् धातुः सेट् अस्ति परन्तु वि धातुः तस्य एतत् ईकारान्त अस्ति तत्र अनिट तथैव जै धातुः धातुः इदानीं वयं जानीमः आदेश उपदेश उपदेश अशीति इति सूत्रेण आत्वं भवति तज्जै इति ध्या इति भवति ध्यातव्यं ध्यातुं ध्याता इति सूत्रमस्ति एषः धातोः आत् उपदेशे अशीति इति अन्ये एजन्तः धातवः तेषां तव्यत् तुमन्त्रचरूपाणि एवं सन्ति ग्लै ग्लातव्यं ग्लातुं ग्लाता म्लै म्ला भवति म्लातव्यं ग्लातुं ग्लाता ध्यै ध्यातव्यं ध्यातुं ध्याता शो इत्यस्य अपि शा इति आदे शा इति आत्वं भवति उपदेशे अशीति इति आत्वं शातव्यं शातुं शाता सो इति तदा तस्यापि स्थातव्यं स्थातुं स्थाता वे इति तत्रापि वातव्यं वातुं वाता थो इति अस्ति स्थातव्यं स्थातुं स्थाता इति समीचीनं महोदय इति एतत् एतानि सर्वाणि तु परिचितानि एव खलु एतावता धन्यवादः महोदय अरुणा भगिनी ब्रश्च धातुः भगिनी ब्रश्च धातुः ब्रश्चोरोपधयोः रम् अन्यतरस्यां ब्रश्चोर् सूत्रं वदति ब्रश्च रूपमस्ति ब्रश्च ब्रष्टव्यं ब्रष्टव्यं ब्रष्टव्यं ब्रष्टव्यं ब्रश्चोरोपधयोः रम् अन्यतरस्याम् इति सूत्रं वदति ब्रश् धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम् आगमो भवति आर्धधातुकप्रत्यये परे कौमुदीकारः प्रतिपादयति यत् अत्र स्थाने इत्यपि अस्ति आगमापि इत्यपि अस्ति एकेषां सूत्रे उभे कार्ये नाम रेफस्य उपधावर्णस्य च स्थाने भवति स्थानषष्टिनिर्देशात् द्रौपदयोर्निवृत्तिः अपि च रम् इति आगमः अस्ति मित्वात् मित्वादि अन्त्यादचः परः रम् इत्यस्मिन् अकारः उच्चारणार्थं रश्च उपधा च तयोः रुदरेतरद्वन्द्वोरोपधे तयोः रूपदयोः ब्रश्च षष्ट्यन्तं रूपदयोः षष्ट्यन्तं रमश्च प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अर्धधातुके इत्यस्य अधिकारः अनुभूतिसहितसूत्रं ब्रश्चोरूपदयोः रम् अन्यतरस्याम् अर्धधातुके सूत्रं वदति ब्रश्चेरोपदयोः रम् अन्यतरस्यामिति ब्रश् धातुविषये अत्र रेफा उपधावर्णस्य स्थाने रम् आगमः भवति सामान्यतया एक तद् रूपकार्यद्वयम् अस्ति एवम् आगमः अस्ति आनयति आगमः अस्ति एकस्मिन् सूत्रे एव यत्र स्थाने केवलम् आगमे स्थाने अपि अस्ति अत्र अर्थं किम् इत्युक्ते रेफस्य उपधावर्णस्य स्थाने रम् आदेशः भवति ततः रम् अस्ति मिदतो अन्त सूत्रेण अन्त भवति रम् इत्यस्य आकार उच्चारणार्थमेव अनुवृत्तसहितं सूत्रमस्ति ब्रश्चो रोपदयोः रम् अन्यदर्शम् आर्धधातुके ब्रश्च धातोः रेफ उपधायोः उभयोः स्थाने रम् विकल्पेन अन्यतरस्यां निमित्तमस्ति आर्धधातुकप्रत्यये परे कार्यं दत्तं ब्रश्च युगतव्यत् ब्रश्योरोपधयोः रम् अन्यतरस्यामित्यनेन ब्रश् धातोः रेफस्य उपधावर्णस्य स्थाने रम् आगमः च रेफसकारयोः निवृत्तिः अतः ब्रश्च बज् भवति इति रेफ आगम भवता भर्जा भवति भर्जा युगतव्यत् व्रश्च ब्रच्च सृज मुज रुज रुज यज राज ब्रज च चषांशः इति सूत्रेण शकारस्थाने शकार भवति मर्ष् बर्ष् युगतव्य सुनास्तुः इति बर्ष्टव्यम् इति रूपं भवति. रम् इति आगम विकल्पेन अस्ति. रम् आगम नास्ति चेत् प्रश्च युगतव्ये स्कोः संयोगाद्योरन्ते चायतसूत्रेण संयोगाद्यौ स्कोः लोपः जलि परे ब्रज् ब्रज् ब्रज् भवति सकारलोपः भवति. ब्रज् युवतव्य अगेन् ब्रष्ट ब्रज सृज मुज यज राज ब्राज छांसः सूत्रेण सकार मूर्धन्यशकारः भवति ब्रष्टव्यम् इति रूपम्. अतः ब्रष्टव्यं ब्रष्टव्यम् इति रूपद्वयं भवति. एवमेव अस्य धातोः तुमन् प्रसङ्गे रूपद्वयं सम्पद्यते भ्रष्टुं भ्रष्टं भ्रष्टुं. तृच् प्रसङ्गे अपि रूपद्वयं भ्रष्टा भ्रष्टा. गतपाठे अपि दृष्टवन्तः खलु भ्रष्टा भ्रष्टा समानसूत्रमेव आसीत्. रचोरूरुपदयोः रम् अन्यतरस्याम् इत्यनेन रम् आगमः. समीचीनं खलु. अग्रे भगिनि अग्रिमम् ओके. मीङ् मिङ्ग् दीङ् इति धातुत्रयं मीनाति मिनोति दीङ्गां यपि च सूत्रं मीङ् युगः मा मी मा भवति ब्रह्म प्रमाततव्यं प्रमातव्यं प्रमातुं प्रमाता पृच्छस्ति. मिङ्ग् अत्रापि मा भवति मिनाति मिनत् मिनोति दीङ्गां लपि च सूत्रेण मातव्यं मातुं माता. दीङ् अत्रापि दा भवति उपदातव्यम् उपदातुम् उपदाता. मीनाति मिनोति दीङ्गां लपि च क्रयादौ मेङ् हिंसायां स्वादौ डुमिङ् प्रक्षेपणे दिवादौ दीङ् क्षये इत्येषां धातूनाम् अन्तस्य अलहस्थाने आकारादेशो भवति ल्यपि विषये. एच् निमित्त सिद्धान्त शिब्दिन्न प्रत्ययस्य च विषये नाम मे मे दि इत्येषां यदा गुणो वा वृद्धि वा जायमानः यस्मात् एकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारादेशो भवति. अलोन्तस्य इत्यनेन अन्त्यस्य अलहस्थाने केषाञ्चित् मतेन अशिति इति अनुवृत्ति न भवेत् यतोहि कोऽपि षित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अलः वर्णस्य स्थाने एच् आदेशः स्यात्. केषाञ्चित् मतेन उपदेश इत्यस्य अनुवृत्तिः न भवेत्. मीनातिश्च मिनोतिश्च दीङ् च तेषाम् इतरेतर द्वन्द्वौ मीनाति मिनोति दीङ् तेषां मिनाति मिनोति दीङ्गां मीनाति मिनोति दीङ्गां षष्ट्यन्त्यं लपि सप्तम्यन्त्यं च अव्ययपदं त्रिपदमिदं सूत्रम् आदेश उपदेशति इत्यस्य सम्पूर्णतया अनुवृत्तिः. अनुवृत्तसूत्रं मीनाति मिनोति दीङ्गम् आत् ल्यपि ये च निमित्ते प्रत्यये उपदेशे अशिति. अत्र धातुत्रयं वर्तं मीङ् क्रयादिगणस्य मीङ् हिंसायामर्थे मिङ् डुमिङ् स्वादिगणे प्रक्षेपणे इत्यर्थे दीङ् इति दिवादिगणे धातूनाम् सूत्रं वदति अन्तस्य अलः स्थाने आकारादेशो भवति लपि परे अन्य निमित्तमस्ति एच् निमित्त सिद्ध भिन्न प्रत्ययस्य च विषये हौ टु एक्स्प्लेन् दिस् भगिनि एच् निमित्त अकार आदेशः भवति अलः स्थाने तत्र निमित्तं किम् इत्युक्ते एकः अस्ति ल्यप् ल्यप् प्रत्यये परे अनन्तरं द्वितीयमस्ति एच् निमित्त षिद् भिन्न षिद् न भवेत् षिद् भिन्नप्रत्ययः भवेत् तस्य एच् निमित्तः भवेत् एच् कदा भवति यदा तत्र किं वृद्धिः वा वृद्धिः वा गुणः भवति चेदेव मी मी दि ये भवति खलु यदा अस्माकम् अन्यत् किं धातुः दृष्टवन्तः तद् अन्यधातुः वदतु महोदय सामान्यधातुः येन अस्माकम् एकारः भवति खलु इकारस्य लिखत् इत्यत्र उपादायमस्ति अन्यत्र कुत्र अस्तु इदानीं किमपि धातुः मनसि न आगच्छति एकनिमिषं पश्यामि सामान्य भुवादिगणीयधातुः नी धातुः गुणः भवति चेत् ने भवति खलु तद् निमित्तं यदि तद् निमित्तमासीत् एच् निमित्त परन्तु यदा भुवादिगणः इति वदामः तत्र षित् प्रत्ययः परन्तु षित् प्रत्ययः मास्तु षित् भिन्नप्रत्ययः अण्ड् एच् निमित्तः विशेषण विशेषणं तस्य विशेषणं कीदृशषित् भिन्नप्रत्ययः इत्युक्ते एच् निमित्त षित् भिन्नप्रत्ययः एकारः निमित्तः निमित्तं भवेत् तादृशेषु स्थलेषु आत्वं भवति अधुना पठामि भगिनि अन्य अन्यप्रायः पठेत् विजयभगिनी पठेत् तदेव अस्ति तत्र एतदपि वयं गतपाठे दृष्टवन्तः मीनाति मिनोति दीङ्गां ल्यपि च इति ल्यप् पाठे अपि दृष्टवन्तः गतपाठे अपि दृष्टवन्तः समीचीनम् विजया भगिनी ली धातुः विभाषा लीयते अपि परिचितमेव आं महोदय ली धातुः विभाषा लीयते ली धातुः अत्र ली ला भवति विलातव्यं विलातुं विलाता इति भवति आतु अभावे विलेतव्यं विलेतुं विलेता इति भवति इदानीं गुः संवरणे धातुः अत्रापि एकनिमिषं भगिनि तत्र सूत्रम् एकवारं वदतु भगिनि सूत्रं किं वदति विभाषा लीयतेः लिङ् क्लेशणे द्विवादौ ली क्लेशणे क्रयादौ विकल्पेन आत्म आदेशः भवति एषः विषये नाम ली इत्यस्य यदा गुणः वा वृद्धिः वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकार आदेशः भवति इदानीमत्र आम् इदानीं ली धातुः स्वीकुर्मः चेत् अत्र विभाषा लीयते इत्यनेन आकारादेशः भवति अत्र विलातव्यं विलातुं विलाता इति भवति अत्र आतु अभावे विलेतव्यं विलेतुं विलेता इति भवति अत्र दृश्यते खलु विलेतव्यम् इत्यत्र एत्वमस्ति तव्यत् इति षित् भिन्नप्रत्ययः अस्ति ली खलु ली ले अजातः एच् निमित्त षित् भिन्नप्रत्ययस्य विषये इति उक्तं तस्मात् पूर्वमेव आकारादेशः पूर्वस्मिन् एकस्मिन् पक्षे भवति एव खलु तस्मिन् पक्षे एतद् रूपं साधनात् पूर्वमेव जातम्. समीचीनमेव खलु. आम मी मी दि तेषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने अकारादेशः भवति. तस्मात् पूर्वमेव अत्र जातं विलातव्यम् इति. परन्तु यदि आतुं न भवति तत्र एकारादेशः तु भवति एव. समीचीनमेव खलु तद्. आं महोदय. आमः अस्तु. आं गुः संवरणे. गुः संवरणे इति अर्थे धातुः ऊद् उपदाय गोघः. ऊद् उपदाय गोघः गुः संवरणे इति गुः धातोः उपदागुण आदेशः प्रबाद्य ऊत् आदेशः भवति अजादिकृते परे. गुह उपदाय ऊत्पस्यात् गुणहेतौ अजादौ प्रत्यये. ऊत् प्रथमान्तम् उपदायाः षष्ट्यन्तं गोघः षष्ट्यन्तं त्रिपदमिदं सूत्रम्. अतिष्णुधातु गुरुवाङ् युवोरियङ् उवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं गोघः अङ्गस्य उपदायाः ऊत् अचि. इदानीमत्र ऊद् उपदाय गोघः इति सूत्रं किं वदति चेत् अत्र गुः इति अस्ति, अत्र दीर्घ ऊकारान्तः भवति. इदानीमत्र उपदायां गुण आदेशः प्रबाद्य उकारः अस्ति अत्र गुक् इति. एतत् उपदायं स्थितस्य उकारस्य गुण आदेशः प्रबाद्य ऊत् आदेशः भवतु. अतः तत्र एतदपि अत्र अचिष्णुधातु गुर्वाङ् युवरियङ् ओङ्गो इत्यनेन अचि इत्यस्य अनुवृत्तिः भवति. अङ्गसि इत्य तावदेव महोदय. अनुवृत्तिसहितसूत्रं गोघः अङ्गस्य उपदायाः ऊत् अचि. अचि परतः अस्ति चेत् अत्र गुः धातोः अङ्गस्य उपदायं स्थितस्य ऊकारस्य स्थाने ऊत् आदेशः भवति इति. देयं यत् यत्र आर्धधातुकत्वस्य निमित्तिकत्वं नास्ति एव, केवलं गुणनिमित्तिक अजादि प्रत्यये परे. अतः लटि अपि ऊत् आदेशः. गुप् योगः शप् योगः ति. इदानीं शप् अनवर्तलोपानन्तरम् अकारे एव तिष्ठति. गुह् योगः आयोगः ति. उपदागुणस्य प्रसङ्गत्वात् ऊत् आदेशः भवति. इदानीमत्र गुगुस्थाने गूह् इति भवति ऊत् आदेशः. अतः गूह् योगः आयोगः ति. वर्णमेलनेन गूहति इति अन्ततो गत्वा भवति. समीचीनं महोदय. समीचीनं. तत्र अचि परे इति उक्तत्वा तत्र तु अच् अस्ति, अतः ऊतादेशः गूहति इति. आर्धधातुकप्रसङ्गे वदतु भगिनी. गूधातुः वेट् अस्तु. आं भगिनि अग्रे. आं महोदय. आर्धधातुकप्रसङ्गे गुः धातुः वेटः. अतः एकस्मिन् पक्षे इडागमः श्रूयते, अन्यस्मिन् पक्षे इडागमः श्रूयते. अनीट् एव भवति. तव्यत् सुमुन्त्रिच् प्रत्ययाः इडागमपक्षे अजादिप्रत्ययाः. अजादिप्रत्यय अभावे न ऊतुम्. अजादि नास्ति चेत् अत्र ऊतुं न भवति इति. अतः गुह् योगः गुहितव्यं गुहितुं गुहिता इति भवति. तव्यत् सुमुन्त्रिच् प्रत्ययाः विषये इदागमः पश्ये अजादिप्रत्यये परे अस्ति चेत् अत्र भवति एव. इदानीमत्र अजादिप्रत्यये अभावे न ऊतुम्. अतः तत्र गोढव्यं गोढुं गोधः इति भवति, अकारस्य स्थाने गोधः इत्यनेन दकारः भूत्वा गोधव्यं गोधुं गोधा इति भवति। सत्यं, समीचीनम्। अतः अजादिप्रत्ययः अस्ति चेदेव ऊत् आदेशः, वेट् इति कारणेन तत्र इडागमपक्षे अजादिप्रत्ययः अस्ति, अतः गूहितव्यं गूहितुं गूहिता। अजादिप्रत्ययः यत्र नास्ति तत्र गोढव्यं गोढुं गोढा इति रूपं। सम्यक्। अग्रे भगिनी चिकीर्ष एव पठतु, अनन्तरं उषा भगिनी पठामि। अजादिप्रत्यय लटि लटि खलु तुमुन् पृच्छति वा लट् पृच्छति? लट् अकार तुमुन् इवन् तव्यत् तुमुन् इडागमः आगच्छति खलु, अतः आगच्छति। यत्र न आगच्छति तत्र ऊत्वं न भवति, ऊत्वं न भवति। सम्यक् एव, न न समीचीनमेव, अहमपि तदेव चिन्तितवती कुतः अजादिप्रत्ययः भवति, ममापि तदेव चिन्तनमासीत्। सम्यक्, तद् वेट् इति कारणेन तत्र आगतम्। इडागम आम्, सत्यं सत्यम्। आम् भगिनी विजया भगिनी चिकीर्ष। आम् महोदय, अत्र चिकीर्ष इति सन्नन्तधातुः, अतो लोपः, अतो लोपः चिकीर्ष इति भवति। चिकीर्षितव्यं चिकीर्षितुं चिकीर्षिता इति भवति। अत्र अतो लोपः चिकीर्ष इति भवति, अतो लोपः इत्यनेन अकारस्य लोपः भवति, अतः चिकीर्ष इति पदं भवति। अनन्तरम् अत्र तव्यत् तुमुन् तृच् योजनेन चिकीर्षितव्यं चिकीर्षितुं चिकीर्षिता इति भवति। अतो लोपः किं वदति चेत्, आम् अस्तु महोदय, पठामि वा? आम् तत् प्रथमवाक्यम् अनुवृत्ति सहितसूत्रं भगिनि। अदन्त अङ्गस्य ह्रस्व अकारः लोपः भवति आर्धदातके प्रत्यये परे। अत्र अनुवृत्तिसहितसूत्रम्, अतः अङ्गस्य लोपः आर्धदातके उपदेशे अवस्थायां भवति इति, अतः अकारस्य ह्रस्व अकारस्य लोपः भवति इति। अग्रे अतो लोपः स्टार् इति अस्ति खलु, तत् पठतु भगिनि। अतो लोपः इति सूत्रे अतो लोपः इति सूत्रे प्रश्नः उदेति किमर्थम् उपदेशे इति उक्तम्। उत्तरम् एवं यत् अनुवृत्तौ उपदेशे इति यदि नाम अभविष्यत् तर्हि कासुचित् स्थितिषु अनु उपदेश अवस्थायाम् इष्टरूपं न प्राप्तं प्राप्स्यत्। यथा वादिगणे ऐ गतौ इति धातुः उदाहरणार्थं कश्चन आर्धधातुकप्रत्ययः अस्ति स्तिप् प्रत्यये परे। किमर्थम् अत्र उपदेशम् इति पदं दत्तम् इत्युक्ते अत्र द्वादिगणे ऐ गतौ इति एकम् उदाहरणरूपेण स्वीकुर्मः चेत् आर्धधातुकप्रत्ययः अत्र क्षिप् भवति। अत्र क्षिप् अस्ति चेत् सर्व अपकारः भवति, अतः किमपि न तिष्ठति एव। वकारः अपि ओरपृक्तस्य इत्यनेन वेरपृक्तस्य इत्यनेन एतदपि इति भवति, अतः तत्र शून्यमेव अवशिष्यते। एतत् वयं जानीमः एव, ऐ योगः तिप् अनुबन्धलोपे ऐ योगः तिप् मध्ये वकार एव तिष्ठति। इदानीमत्र लोपो व्योर्वलि इत्यनेन यकारः लोपः भवति, अतः आयोगः यु। अतो लोपः इत्यनेन अकारः अपि लोपः भवति, वेरपृक्तस्य इत्यनेन वकारः अपि लोपः भवति, अतः तत्र शून्यमेव अवशिष्यते। अतः उपदेशे नास्ति चेत् इष्टरूपं न प्राप्यते प्राप्यते उपदेशः अस्ति चेत् आ लोपः न भवति यतोहि आ इति उपदेश अवस्थायां नास्ति एव आयोगः वा रसस्य तिथि कृति सुक् इत्यनेन सुक् आत्मः अतः अत् योगः वा इदानीं वेदपुरुषस्य इत्यनेन वकारलोपः अत् इति विष्णुं रूपं प्राप्तम् अत्र तावदेव महोदय सत्यं समीचीनम् अतः तस्य निवारणार्थमेव तत्र उपदेशे इति उक्तं सूत्रे पूर्वं पठितवन्तः एव परन्तु बहु पूर्वं पठितवन्तः इति कारणेन पुनः एकवारं समीचीनं धन्यवादः उषा भगिनि बेबिभ्य भगिनि इन्द पूर्वं अकारयकार हौ डिड् इट् बिकम् अकारयकार पूर्वं पठितवन्तः परन्तु ऐ एव इति ऐ इत्येव तत् धातुः ऐ इति धातुः ओ अस्तु ओ ऐ इति धातु चिकीर्षविषये नास्ति एतद् ओके ओके दट्स् वाट् ऐ भिन्न अस्तु किमर्थं तद् दलसार्थक्यं वदति किमर्थं तत्र अतोलोपः इत्यत्र उपदेशे इति उक्तम् एकम् उदाहरणम् ऐ गतौ इति धातुः स्वीकृत्य चिकीर्षविषये किमपि तत्र क्लेशः नास्ति तत्र समीचीनमेव परन्तु चिकीर्ष इति धातुः सनन्तधातुः अस्ति खलु तत्तु उपदेश अवस्थायां नास्ति समीचीनं नूतनधातुः तदापि तत्र भवति एव अकारलोपः अतोलोपः इत्यनेन तत्र उपदेशे नास्ति इत्यनेन चिकीर्ष इत्यस्य कृते किमर्थम् अतोलोपः इत्यस्य प्रसक्तिः अस्ति इति चेत् अस्तु अस्तु तस्य कौण्टर् एक्साम्पल् एकम् उक्तम् तत्र उपदेशे इति न वदामः चेत् ऐ इति जातोः तत्र क्लेशः भवति शून्यमेव अवशिष्यते अतः एव उपदेशे इति अत्र उक्तम् इति परन्तु अस्य प्रसक्तिः चिकीर्ष इति आतिदेशिकधातोः कृते अपि अस्ति अस्तु भगिनि अस्तु अग्रे बे भिद्य आतिदेशिकधातुः यस्य हलः हल् उत्तरस्य शब्दः लोपः भवति हल् उत्तरस्य शब्दलोपः भवति आददादि शब्द मिस्सिङ्ग् ओ य इस् देर् हल् उत्तर य शब्द यस्य हलः पूर्वं पठितवन्तः हल् उत्तर य शब्द नाट् उत्तरस्य ओके हल् उत्तर य शब्दलोपः भवति आर्धधातुकप्रत्ययपरे बेबिद्य इति कृते बेबिद्य योगः तव्यत् अथवा तुमुन् अथवा तृच् बे बि दि बे बिद् तव्यम् ओ दकार यकार यकारलोपः अनन्तरं ईडागमः बेबिदितव्यम् अस्तु बेबिदितुं बेबिदित अस्तु यशब्दस्य लोपः अस्तु भगिनि बेबिद्य इत्यस्य यकारलोपः ईडागमः अस्तु समिद्य आदिदेशिकधातुः क्यस्य विभाषा वदति हलः परयोः क्यच् केङोः प्रत्ययः लोपः वा स्याद् आर्धधातुके ओके वा इति ओके ओके समिद्य इति कृते समिधि भवति ईडागमः अपि भवति यकारः लोपः अपि भवति समिधितव्यम् समिध्यतव्यं वा इत्यनेन यकारः अपि तिष्ठति समिध्यतव्यं समिधितुं समिधितुं यकारैकार समिधितुं समिधिता समिधयित अस्तु तृप्लोपः खलु यकारलोपः एकं रूपं यकारलोपः नास्ति चेत् अन्यत् रूपम् सत्यं तत् यकारः इति वदति चेत् हलन्तः या शब्दः इति वदति चेत् यकार अण्ड् अकार द्वयम् अस्तु अस्तु हलः अतः एव सो या शब्दलोपः इति उक्तं खलु तद् या शब्दः एव गच्छति अकारः अपि गच्छति अथवा इट् विल् बि समिध अण्ड् इकार मीन्स् अनन्त सन्धिः भवति खलु पुनः इदानीं य इति शब्दस्य एव लोपः जातः अस्तु अस्तु कृप कृप् धातु अपि वयं पूर्वं दृष्टवन्तः कृपेश्च अवकल्कने कृपेश्च अवकल्कने विचारं करोति चिन्तनं करोति अयं धातुः वेट् अतः आगधाधुकप्रक्रियायां यत्र प्रत्ययः इडानुकूलः तत्र प्रायः सर्वत्र रूपद्वयं भवति यत्र इडानुकूलः तत्र सर्वत्र रूपद्वयं भवति इडागमरहितम् इडागमसहितं च अस्तु कृप् पुगन्तलघुपदस्य च इत्यनेन कर्प् भवति कृपो रो लः इत्यनेन कल्प् भवति कृपो रो लः ओके पूर्वं पठितवन्तः क्षम्यतां भगिनि इदानीं ओके आम् कर्प् इति धातु कृपो रो लः इत्यनेन कल्प् भवति रेपस्य स्थाने लकारः ओके कल्प् कल्पितव्यं कल्पितव्यम् अपि च कल्प्तुम् अपि च कल्पितुं कल्प्ता कल्पिता अस्तु कृपोरोलः इदं सूत्रं वदति कृप् धातोः रेपस्य लकार आदेशः भवति र इति श्रुतिसामान्यं बोध्यं तेन यः केवलः रेपः यश्च ऋकारश्च तयोः द्वयोः अपि ग्रहणम् ओके केवलः रेपः तेन यः केवलः रेपः यश्च ऋकारादेशः तयोः द्वयोः अपि ग्रहणम् ओ अस्तु अस्तु रेप अपि च ऋकारादेशः ऋकारस्थः आम् आम् आदेशः ओके तेन यः केवलः रेपः अपि च यश्च ऋकारश्च तयोः द्वयोः अपि ग्रहणम् ओके ऋकारस्थः नाट् ऋकारश्च क्षम्यताम् यस्य ऋकारस्थः तयोः द्वयोः अपि ग्रहणं लः इत्यपि श्रुतिसामान्यमेव अतः आहत्य कृप् धातोः यदा गुणादेशं कृत्वा रेपः भवति तस्य रेपस्य स्थाने लकारादेशः पुनः कृप् धातोः ऋकारस्य यः रेपसदृश अंशः तस्य स्थाने ल सदृश अंश आदेशः भवति नाम ऋ स्थाने लृ सूत्रे कृपो कृपयोगः उः इति विच्छेदः कृपो इति कृपयोगः उः इति विच्छेदः कृपलुप्तषष्टीकं पदम् उः षष्ट्यन्तं रः षष्ट्यन्तं लः प्रथमान्तम् अनेकपदमिदं सूत्रं कृपः इत्यस्य विचारं द्विवारम् अनुवृत्तिः कृपः इत्यस्य द्विवारम् आवृत्तिः सूत्रं स्वयं सम्पूर्णं कृपः उः कृपः रः लः सो कृपः उः अपि च कृपः रः लः ओके रेफसदृश अंश आदेशः नाम ऋस्थाने अस्तु पूर्वं वयं दृष्टवन्तः इदानीम् अग्रे गच्छामि ऐ जस्ट् वाण्टेड् टु रीड् वन्स् नास्ति चेत् तदेव अस्ति तस्य विवरणमेव अस्ति तत्रापि द्वितीयपरिचये अपि कृपोरोलः इति सूत्रेण कृपोरोलः इति सूत्रेण आगत्य कृप् धातोः रेपस्य लकारादेशः कृप् धातोः रेपस्य लकारादेशः कृप् धातोः ऋकारस्य अंशः यः रेपसदृशः तस्य स्थाने लकारसदृश आदेशः भवति यत्र कृप् धातोः उपधायाः गुणः भवति कर्प तत्र रेपस्य स्थाने लकारादेशः अतः कल्प् इति फलम् यत्र उपधागुणः न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऋकारादेशः अतः कृप् इति फलं दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिद्ध्यति इत्यत्र प्रदर्श्यते लटि कल्पयति अथवा कल्पयते उभयपतिदात् ओके कृप् योगः णिच् पुगन्तलघुपदस्य च इत्यनेन उपदायां लघु इकः गुणः कर्प् भवति कर्प् योगः इ अनन्तरं कृपोरोलः इत्यनेन रेपस्य स्थाने लकार आदेशः कल्प् योगः इ कल्पि इति धातुः कल्पीयोगः शप् कल्पय इति अङ्गं कल्पीयोगः शप् अकारः कल्पय इति भवति कल् हौ डिड् वि गेट् दट् कल्पे ओ कल्पय ओके ओके कल् गुणः भवति शप् पित् प्रत्यय कल्पे अनन्तरं कल्पय इति अङ्गम् ओके कल्पय योगः ति कल्पयति अथवा कल्पयते अस्तु एतावत्पर्यन्तं पञ्चसु उपाङ्गकार्येषु धात्वादेशस्य प्रसङ्गे पठितम् धात्वादेशस्य कृते कृपोरोलः वयं दृष्टवन्तः सो मेनि टैम्स् भगिनि सीम्स् टु नीड् सो मेनि रीडिङ्ग् सत्यं सत्यं सत्यं परन्तु अस्माकं सव्यतनीयर् इत्यत्र कल्प कल्प्तव्यं कल्पितव्यं कल्तुं कल्पितुं कल्प्ता कल्पिता इति एव तदेव अस्माकं विषयः विषयः अत्र तदेव भवति पुगत्त लघुपदस्य च अनन्तरं कृपोरोलः कृप्धातोः रेपस्य लकारात् तदेव भवति तत्र सम्यक् धन्यवादः भगिनि धन्यवादः इदानीम् इडागमः इति विषयः महोदय पठति वा महोदय भगिनि ऐ हेव् लीव् इन् अदर् 15 मिनिट्स् क्षम्यतां भगिनि ओ अस्तु भगिनि नास्ति चिन्ता हौ डु ऐ से देट् इन् संस्कृत पञ्चदशनिमिष earlier I should leave purvameva sama gantum ichami gantum ichami okay gantavyam iti vadati che karmani prayatah bhavati kalu maya gantavyam maya purvameva Rukupati mahodaya nasti va भगिनी भवती एव पठति वा उषा भगिनी अथवा अस्तु भगिनि इडागमः पठतु अनन्तरम् अरुणा भगिनी पठेत् अस्तु इडागमः इडागमपाठः पूर्वम् अधीतः तत्र च सामान्यं ज्ञातम् ओ मै गुड्नेस् नाम धातुः अपि सेट् प्रत्ययः अपि इडानुकूलः इति चेत् इडागमः भवति ओके तत्र च प्रत्ययप्रसङ्गे प्रमुखसूत्रत्रयम् आर्धधातुकस्य ईड् बलादेः नेड् वशीकृति ति तु त्र त तसि सु सरकेषु च तिङन्तप्रसङ्गे अस्माभिः दृष्टं यत् येषु त्रिषु एकमेव प्रसक्तम् आर्धधातुकस्य ईड् बलादेः तिङन्तप्रसङ्गे कृत् प्रत्ययानां प्रसङ्गे सूत्रत्रयमपि परिशीलनीयम् येषु तव्यत् तुमुन् तृच् इत्येते इत्येषां कृते प्रथमसूत्रद्वयं प्रसक्तम् आदधातुकसीद्बलादेः नेद्विषयति ओके एते त्रयः प्रत्ययाः बलादयः किन्तु वश् आदयः इति न इति कृत्वा इडानुकूलः अतः सेद्भ्यः धातुभ्यः सेद्भ्यः धातुभ्यः ईतव्यम् ईतुम् ईतृ इति इडादिगमसहिताः प्रत्ययाः योजनीयाः अस्तु आर्धधातुकस्य इड्बलादेः वयं जानीमः नेड्वशीकृति अपि अतीतृ ओके सरकेषु च तव्यत् तुमुन् तृच् इति बलादयः किन्तु वशादयः न वश् लण् जब्बन् गडदश् ओ तव्यत् कम् लेटर् लेटर् ओके वशादयः नास्ति वशादयः नास्ति इति कृत्वा इडानुकूलः इडानुकूलः यतोहि न इट् वशीकृति ओके अतः सेद्भ्यः धातुभ्यः इतव्यम् इतुम् इतृ इति भवति अस्तु लिक् योगः तव्यत् लिक् योगः तव्य आर्धधातुकस्य इड् बलादेः नेड् वशीकृति इति इत्याभ्याम् इडागमः लिक् योगः इतव्य लिक् योगः इतव्य इति भवति पुगन्तलघुपदस्य च इत्यनेन लेक् लेक् योगः इतव्य लेखितव्यम् वयं जानीमः लिक् योगः तव्यत् इति इडागमः अस्ति नेड् वशीकृति इत्याभ्याम् इडागमः आर्धधातुकस्य इड् बलादेः नेट् इति इडागमः भवति इडागमः भवति इत्यनेन लिक् इति पुगन्तलघुपदस्य गुणः भवति लेखितव्यम् इति भवति लिक् योगः तुमुन् अपि तदा एव लिक् योगः तुमुन् आर्धधातुकस्य इड् बलादेः तुमुन् बलादिप्रत्यया अपि च कृत् वश् प्रत्ययः अपि नास्ति इडागमः भवति लेखितुं भवति तथा एव लिक् योगः तृच् लेखितृ इति भवति अनन्तरं लेखिता भवति तृच् प्रत्ययः प्रथमाविभक्ति एकवचनं लेखिता इति भवति आर्धधातुकस्य विद्वलादेः इडागमचिन्तनमेव खलु सः इडागमः भवति धातुः अनिट् चेत् धातुः अनिट् चेत् तव्यत् तुमुन् त्रिच् इति इडागमरहिताः प्रत्ययाः प्रयोक्तव्याः धातुः अनिट् अनिट् अस्ति इत्यनेन तव्यत् तुमुन् त्रिच् इति नास्ति इडागम यतोहि तेषु इडागमसहिताः अत्र अनिट् धातु अनिट् इत्यनेन इडागमरहिताः प्रत्ययः यथा अनिट् प्रत्ययः नियोगः तव्यत् सो इडागमः नास्ति नियोगः तव्य इति कृते नेयोगः तव्य एव भवति नेयोगः इतव्य नास्ति नेयोगः तव्य नेतव्य नियोगः तुमुन् इडागमः नास्ति गुणा एव भवति नेयोगः तुं नेतुं नियोगः तृच् नियोगः नेतृ इति भवति नेता इति प्रथमाविभक्ति एकवचनम् अस्तु तदेव अतः इडागमः इडागमरहितप्रत्ययः धन्यवादः भगिनि धन्यवादः अरुणा भगिनी इडागमविशेषः इडागमविशेषः तव्य दुमुन् तृच् इति एते सर्वे तकारादि आदुधातुकप्रत्ययः इत्यतः एभ्यः पञ्चभ्यः धातुभ्यः सः ऋषृष् इति सूत्रेण ऋषः इत्सूत्रेण वा इडागमो भवति ओके तत्र तव्यतुमन् पृच् विषये विशेषसूत्रमस्ति कार्यमस्ति आदुदातक सद्ये सर्वे आदुदातकप्रति तकारान्तप्रत्ययाः सः लुबृषऋषः इति सूत्रेण इष् धातु इष् ऋतुमुन्तृच् तव्यतुमुन्तृच् प्रतिविषये इष् एष्टव्यम् एषितव्यम् विकल्पेन वा इडागमति अतः रूपतम् एष्टव्यम् इडागम अस्ति चेत् एषितव्यम् एष्टुम् एषितुम् एष्टा एषिता तदेव सः सोढव्यं सोहितव्यं सोढुं सहितुं सोढा सहिता लुब् अपि लोब्धव्यं लोभितव्यं लोब्धुं लोभितं लोब्धा लोभिता रुष् रोष्टव्यं रोषितव्यं रोष्टुं रोषितुं रोष्टा रोषिता ऋष् रेष्टव्यं रेषितव्यं रेष्टुं रेषितुं रेष्टा रेषिता सूत्रमत्र सः लुब् ऋष् ऋषः सूत्रं वदति दिवादिगणे इष् धातु सः लुब् ऋष् ऋष् इत्येभ्यां पञ्चभ्यः धातुभ्यः तकारादि आजुधातुक प्रत्ययाः विकल्पेन इड अनुकूलः इदागमनुकूलः इषश्च सहश्च लुभश्च ऋषश्च ऋच्च तेषां समाहारद्वन्द्वः इष सह लुब् ऋषृष्ट तस्मात् इष सह लुब् ऋष ऋषः त्रिसप्तम्यन्तम् इष सह लुब् ऋष ऋषः पञ्चम्यन्तम् द्विपदमिदं सूत्रम् आर्धधातुकस्य फलादेः इत्यस्मात् आर्धधातुकस्य इत् इदनयोः अनुवृत्तिः स्वरितसूति सूयति धूयि इति उदितो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ईश सः लुभ ऋष ऋषः अङ्गात् इत् वा आर्धधातुके तत्र वन् टु त्री फोर् पञ्चधातवः तदर्थं तत् विषये तकारादि आर्धधातुकप्रत्ययः पदे विकल्पेन इरागम आगच्छति धातुः किं के अस्ति इष् धातु सः लुब् ऋष् ऋष् पञ्चधातवः विकल्पेन इदागमः भवति भगिनि ति अत्र किमर्थं भगति ओ तकारादि ओके तकारादि आर्धधातुकप्रत्ययः ति योगः इष् तत्र सवर्णदीर्घ ति इति आरम्भे एव आर्धधातुके ध्यानवृत्तिः समीचीनं खलु अतः पञ्चधातवः इष सह लुभ ऋष ऋष इति तत्र विकल्पेन इडागमः भवति अतिदेशः पठति वा भगिनि आं भगिनि अतिदेशः अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा तस्मात् भिन्नो भवति अनेन नूतनलक्षणं अध्यारोप्यते अष्टाध्याय्यां प्रथम अध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि विरलतया अन्यत्रापि प्राप्यते एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहारः एभिः त्रयाणां गुणानाम् ओके नित्वं कित्वम् अकित्तं च इत्यस्मात् वन् टु वन् इत्यस्मात् आरभ्य वन् टु 26 इति यावत् अतिदेशप्रकरणं तस्मिन् च प्रथमचत्वारि सूत्राणि सामान्यानि 1 to 5 इत्यस्मात् आरभ्य विशिष्टसूत्राणि इमानि च सर्वाणि आर्धधातुकप्रक्रियायाम् एव अतिदेशसूत्रेण प्रत्ययस्य स्वभावः प्रत्यय अध्यारोप्यते भिन्नभावेन अत्र दत्तं प्रथमाध्याये द्वितीयपाद्य प्रथमसूत्रं तस्मात् आरभ्य प्रथम अध्याये द्वितीयपादे षट् विंशतिसूत्रपर्यन्तम् अतिदेशप्रकरणम् अत्र अन्यप्रदेशे अपि सूत्राणि अस्ति अतिदेशसूत्राणि तस्मिन् च प्रथमचत्वारि सूत्राणि सामान्यानि 1 to 4 सामान्यसूत्राणि 1 to 5 इत्यस्मात् आरभ्य विशिष्टसूत्राणि ते सर्वे अर्धधातुकप्रक्रियां प्रयुज्यते. सार्वधातुकप्रक्रियायाम् एवमेव अतिदेशसूत्रं सार्वधातुकम् अपि इदञ्च सामान्यम् अतिदेशसूत्रम्. अवशिष्टसूत्राणि सामान्यानि, अतिदेशसूत्राणि आर्धतुकप्रक्रियां भवति. ओके, एतावता अतिदेशसूत्रचिन्तनम् अधिकं न अपेक्षितम् आसीत्, यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकम् अपि, तदा आर्धधातुकप्रक्रियां यत्र इदागमो न भवति, प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् यङ्गन्त यङ्लुगन्तात् इत्येते सर्वे अन्यटादयः येषु स्थलेषु अतिदेशसूत्राणि न प्रसक्तानि. गतपाठात् लुट्लकारात् आरभ्य अतिदेशचिन्तनम् अपेक्षितम्. ओके, अत्र दत्तं वयं जानीमः सार्वधातुकप्रक्रिये अतिदेशसूत्रम् एकमेव अस्ति, सार्वधातुकमपि इति सूत्रम् अपि सामान्य अतिदेशसूत्रमेव. अवशिष्टानि केवलम् आर्धधातुकप्रक्रिये अतिदेशसूत्राणि सामान्यानि भवन्ति. ओके, अर्धधातुक अतिदेशसूत्रचिन्तनम् अधिकं न अपेक्षितं कुत्र? एतावता सार्वधातुकप्रक्रियायां केवलं सार्वधातुकमपि, अर्धधातुकप्रक्रियायाम् इदागम न भवति, तत्र उदाहरणमस्ति प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् यङ्गन्त यगलन्तदातान विषये इदागमविष प्रक्र कार्यं नास्ति. सर्वे अत्र सर्वे अनित्यदातवः प्रत्ययः प्रत्ययः अतिदेशसूत्राणि नास्ति. वयं गतपाठात् लुट्लकार आरभ्य अतिदेशचिन्तनम् अपेक्षितम् सूत्राणि यथोक्तम् अर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि, तानि च गाङ्कुटादिभ्यो नित् विज् इट् विभाषोर्नोः. ओके, इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति. येषां त्रयाणाम् अपि कार्यं भवति तव्य तुमुन् तृच् इति प्रत्ययेषु परेषु. ततः अग्रे अन्यानि विशिष्टसूत्राणि न अपेक्षितानि. अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य यत्र अर्धधातुकप्रक्रिया प्रवर्तते तत् सर्वत्र येषां त्रयाणां प्रसक्तिः भवति. अतः अत्र सामान्यसूत्रम् इत्युक्तौ प्रत्ययम् अवलम्ब्य न तु धातुम् अवलम्ब्य. ओके, अर्धधातुकप्रक्रियायाम् अतिदेशसूत्राणि त्रीणि इति उक्तम्. प्रथममस्ति गाङ्कुटादिभ्यो विज् इट् विभाषोर्नोः इति त्रीणि सूत्राणि सन्ति. त्रीणि सूत्राणि तव्यत्वं तृच् प्रत्ययविषये कार्यं करोति. ततः अग्रे अन्यानि विशिष्ट अतिदेशसूत्राणि नापेक्षितानि. ओ अज्ञातप्रत्यये तव्यत्वमन्त्रुच् विषये केवलं गाङ्कुटादिभ्यो विजेत् विभाषोर्णोः एव कार्य अन्यसत्राणि न आवश्यकं नास्ति अत्र धातुविष प्रत्यय अवलम्ब्य कार्य सामान्यसूत्रं भवति न तु धातु अवलम्ब्य सत्यं तदपि समीचीनं सामान्यसूत्रम् इत्युक्ते किम् इत्युक्ते तत् प्रत्ययम् अवलम्ब्य न तु धातु धातुविषये नास्ति केवलं प्रत्ययविषये इति समीचीनं भगिनी सम्यक् धन्यवादः महोदय आगतवान् वा आडियो सम्यक् नास्ति वा अस्तु विजया भगिनी पठति वा गाङ्कुटादिभ्यो आं महोदय गाङ्कुटादिभ्यो ञित् विजयित् विभाषोर्णोः इतः अग्रे सर्वत्र एतेषां पठितं भगिनि तद् भगिन्या पठितं सूत्रं पठतु भगिनि साक्षात् गाङ्कुटादिभ्यो अग्रे इदानीमत्र इङ् धातोः स्थाने एतदेव खलु आं सत्यं इङ् धातोः स्थाने यः गाङ् धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः नित् नित् भिन्नप्रत्ययः नित्वत् भवति कुटादिगणे पञ्चत्रिंशत् धातवः सन्ति सर्वे धातवः सुधादिगणे सन्ति कुट आदिर्येषां ते कुटादयः बहुवीर्तिः गाङ् च कुटाद्यश्च ते गाङ्कुटादयः तेभ्यः कुटादिभ्यः ञ्च ञ्च तयोरितरेतरद्वन्द्वः ञयो ञनौ ञनौ इति यस्य सः ञित् बहुदीर्घिः न ञित् अन्यित् द्वन्द्वगर्भ बहुदीर्घिः सूत्रं स्वयं सम्पूर्णं गाङ्कुटादिभ्यः आ ञित् ञित् भवति अतः तत्र अनुवृत्तिसहितसूत्रं नास्ति एव सत्यम् अनुवृत्तिः नास्ति सत्यम् इदानीं गाङ्कुटादिभ्यो निन्यत् इङ् धातोः स्थाने यः गाङ् धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञत् नित् भिन्नप्रत्ययः नित्वत् भवति अतः तत्र गुणवृद्धिः वा निषेधः भवति इति अत्र इदानीमत्र प्रश्नः उत्थापितः यत् जालस्थानेषु कुत्रचित् दत्तं यत् कुटादिगणे चत्वारिंशत् धातवः सन्ति कुत्रचित् षड् चत्वारिंशत् धातवः तर्हि कति धातवः अस्मिन् अन्तर्गणे सन्ति वस्तुभावे पाणिनेः धातुपाठे च सिद्धान्तकौमुद्यां च षड्त्रिंशत् धातवः सन्ति कुटादिगणे मातुभिः परिशीलितं च दृष्टं यत् येषु येषु षट्त्रिंशत्सु धातुषु एकः अस्ति षड् धातुः यः अधूपदधातुः अधूपद अस्ति चेत् कुटादिगणे स्थापनेन को लाभः एक एव प्रयोजनं वर्तते गुणनिषेधः किन्तु अधूपदधातुः अस्ति चेत् गणस्य सम्भावना एव नास्ति गणस्य असम्भवात् गणे गुणस्य असम्भवात् गुणनिषेधस्य अनावश्यकत्वात् माता इदं दातुं कुटादिगणात् निष्कासितवती. अनेन मातुः धातुपाठे कुटादिगणे पञ्चत्रिंशत् एव धातवः सन्ति. अत्र षड्त्रिंशत् वा चत्वारिंशत् वा इति अत्र प्रश्नः उदेति. अत्र मातुः उक्तवती षड्त्रिंशत् अस्ति, परन्तु अत्र उपधायां स्थितस्य खड् इति अधूपदधातुः, अधूपदधातुः अस्ति चेत् कुटादिगणे स्थापनेन न लाभः भवति. अतः अत्र किम् अत्र एकमेव कार्यं भवति, गुणे निषेधः. परन्तु अधूपदधातुः अस्ति चेत् गुणस्य सम्भावना एव नास्ति. अतः आहत्य मातुः इदं दातुं कुटादिगणात् निष्कासितवती. अनेन षड्त्रिंशत् अस्ति चेत् एकमेव अत्र त्यक्तव्यम्, अतः शेषः पञ्चत्रिंशत् धातवः सन्ति इति मातुभिः उक्तमेव. सत्यम् इति कुटादिगणस्य. अग्रे इतोपि एकं परिच्छेदं पठतु भगिनि, अनन्तरं समापयामः. तव्यत् तुमुन्तृच् तव्यत् तुमुन्तृच् इत्येते त्रयः अपि प्रत्ययः नित् नित् भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे नित्वत् भवन्ति. ततः सर्वत्र निति च इति सूत्रेण गुणनिषेधः भवति. एतदेव च गाङ्कुटादिभ्यो नित् इत्यस्य प्रयोजनं गुणनिषेधः. अत्र प्रश्नः उदेति, किमर्थम् उच्यते यत् गाङ्कुटादिभ्यो नित् केवलं सार्वधातुकप्रक्रियायां, किमर्थं न सार्वधातुकप्रक्रियायाम्? अस्य कार्यं स्यात्. अस्य उत्तरमिदं यत् कुटादिगणः सुदादिगणे कश्चन अन्तर्गणः एव, नाम सर्वे कुटादिगणीयाः धातवः सुदादिगणे एव. सुदादिगणे विकर्णप्रत्ययः शः, तस्य च शः प्रत्ययस्य अपित्वात् सर्वत्र तुदादिगणे धातो गुणनिषेधः. गाङ्कुटादिभ्यो निज्ञत् इति सूत्रस्य कार्यं तु गुणनिषेधः एव. यः सार्वधातुकप्रक्रियायां तुदादिगणे सार्वधातुकम् अपित् इत्यनेन साधितः, अतः सार्वधातुकप्रक्रियायां तुदादिगणे गाङ्कुटादिभ्यो निज्ञत् इति सूत्रं निष्प्रयोजनं भवति. अपि च यथा अग्रे उच्यते, गाङ् धातुः सार्वधातुकप्रक्रियायां न भवति, यतोहि अयं गाङ् इङ् धातोः स्थाने एव भवति. स च धात्वादेशः लिटि लुङि लृङि हि नाम केवलम् आर्धधातुकप्रक्रियायाम् एव भवति, सार्वधातुकप्रक्रियायां न भवति इति. गाङ्कुटादिभ्यो निन्नित् इति पूर्वमेव उक्तम्, अत्र गुणनिषेधः इति. अनन्तरम् अत्र निति च इति अपि गुणनिषेधः विषये एव कार्यं करोति. इदानीमत्र एतत् किमर्थं सार्वधातुकप्रक्रियायां न भवति चेत् अत्र सार्वधातुकम् अपीत् इति भवति. अत्र सार्वधातुकप्रक्रियायाम् एतत्तु तुदादिगणे भवति, च अस्ति, एतत्तु गुणनिषेधककार्यम्, अतः तत्र गुणनिषेधः न भवति. तुदति इति अस्ति चेत् अत्र तोदति इति अनिष्टरूपम् एव भवति, अतः अत्र प्रयोजनं नास्ति. गाङ् इङ् धातोः स्थाने एव भवति, अतः तत्र धात्वादेशः लिटि लुङि लृङि हि नाम केवलम् आर्धधातुकप्रक्रियायाम् एव कार्यं भवति इति तत्र दत्तं महोदये. सत्यं, तदेव. अतः तत्र गाङ्कुटादिभ्यो नित् इति सूत्रस्य आवश्यकता किमर्थम् इति, तद् केवलम् आर्धधातुकप्रक्रियायामेव तस्य प्रयोजनमस्ति. सार्वधातुकप्रक्रियायां तु सार्वधातुकम् अपित् इति सूत्रं, ङिति च इति सूत्रं, तेषां कार्यं तेन कार्यं जातम्, अत्र तु न आवश्यकम्. अतः अत्र एव अस्य आवश्यकता इति तत्र योजितम् इति. अनेन एतत् समाप्तम्. अग्रिमसप्ताहे वयं यचेः कुटतित्वात् मनसि इति वक्तव्यम् इति वार्तिकात् आरम्भं कुर्मः. कुटादित्व मनसि इति. अस्तु, समापयामः वा? धन्यवादः. धन्यवादः भगिनी, नमस्कारः.